पद्मपुराणं खण्डं वन् सृष्टिखण्डम् अध्यायं 35 भीष्म उवाच उक्तं भगवदा सर्वं पुराणाश्रयसंयुतं तथा श्वेतेन ब्रह्माण्डं गुरवे प्रतिपादितं श्रुत्वैतत्कौतुकं जातं यथा तेनास्ति लेखनम् कृतं क्षुत्था पनोदार्थे अन्नदानाद्विना द्विज तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाः अन्नदानाद्दिवं प्राप्ता क्रतवश्चान्नमूलकाः कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनः न दत्तम् तेनान्नादानमृषिभिर्वान दर्शितम् अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलं परत्र भुज्यते पुंभिः स्वर्गश्चाक्षयदां व्रजेद अन्नदानं परं विप्राकीर्तयन्ति सदोद्धिताः अन्नदानात् सुरेन्द्रेण त्रैलोक्यमिह भुज्यते शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैः तेनावस्थां तत्सदृशीं प्राप्तवां स्त्रिदशेश्वरः दानदेवगतस्वर्गं त्वक्तः सर्वं श्रुतं मया अपरं च पुरा वृत्तं निवृत्तं यदि कर्हि चिद् भूयोऽपि श्रोतुमिच्छामि तन्मे वद महामदे पुलस्त्य उवाच एतदाख्यानकं पूर्वमगस्त्येन महात्मना रामाय कथितं राज्यं स्तत्ते वक्ष्यामि साम्प्रतं भीष्म उवाच कस्मिन् वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः यस्यागस्त्येन कथितश्चेतिहासः पुरातनः पुलस्त्य उवाच रघुवंशे समुत्पन्नो रामो नाम महाबलः देवकार्यं कृतं तेन लङ्कायां रावणो हदः पृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागदा गृहे प्राप्तास्ते तु महात्मानो राघवस्य निवेशनं प्रतिहारस्ततो राममगस्त्यवचनादृतम् आवेदयामास ऋषिन् प्राप्तास्तांश्चत्वरान्विदः दृष्ट्वा रामं द्वारपालपूर्णचन्द्रमिवोदितं कौसल्या सुदभद्रं ते सुप्रभाताद्य शर्वरी द्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनन्दन अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृप श्रुत्वा प्राप्तान्मुनीन् रामस्तान् भास्कर समुद्युदीन् प्राहवाक्यं तदा द्वास्थं प्रवेशयत्वरान्विदः किमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथा सुखं दृष्ट्वा तु तान्मुनीन् प्राप्तान् प्रत्युवाच कृताञ्जलि रामोऽभिवाद्यप्रणद आसनेषु न्यवेशयद ते तु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च कुशोत्तरेषु चासीनात् समं तान्मुनिपुङ्गवाः पाद्यमाचमनीयं च ददौ चार्ख्यं पुरोहितः रामेण कुशलं पृष्ठा ऋषयः सर्व एव ते महर्षयो वेदविद इदं वचनमब्रुवन् कुशलं ते महाबाहो सर्वत्र रघुनन्दन त्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम् हृदा सीतादिपापेन रावणेन दुरात्मना पत्नी ते रघुशार्दूल तस्यायेवौ जसाहदः असहायेन चैकेन त्वया राम रणे हदः यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते इह सम्भाषितुं प्राप्ता दृष्ट्वा पूदास्म साम्प्रतं दर्शनात्तव राजेन्द्र सर्वे जातास्तपस्विनः रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनं दत्त्वा पुण्यामिमां वीर जगत्यभयदक्षिणां दिष्ट्या वर्धसि काकुत्स्थ जयेनामिदविक्रम दृष्टः सम्भाषितश्चासि यास्यामश्चाश्रमान् स्वकान् अरण्यं ते प्रविष्टस्य मया चेन्द्रशरासनम् अर्पितं चाक्षयौ तूणौ कवचं च परं तप भूयोऽप्यागमनं कार्यमाश्रमे मे रघुद्वः एव मुक्त्वा तुदे सर्वे मुनयोऽन्तर्हिता भवन् गदेषु मुनिमुख्येषु रामो धर्मभृदां वरः चिन्तयामास तत्कार्यं किं स्यान्मे मुनिनोदितं भूयोऽप्यागमनं कार्यमाश्रमे रघुनन्दन अवश्यमेव गन्तव्यं मया गस्त्यस्य सन्निधौ श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेद एवं चिन्तयतस्तस्य रामस्यामिदतेजसः करिष्ये नियदं धर्मं धर्मो हि परमागतिः सुतवर्षसहस्राणि दशराज्यमकारयद ददतो जिह्वतश्चैव जग्मुस्तान्येव वर्षवद प्रजाः पालयतस्तस्य राघवस्य महात्मनः एतस्मिन्नेव दिवसे वृद्धो जानपदोद्विजः मृदं पुत्रमुपादाय रामद्वारमुपागतः उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितं दुष्कृतं किन्तु मे पुत्र पूर्वदेहान्तरे कृतं त्वामेकपुत्रं यदहं पश्यामि निधनं गदम् अप्राप्तयौवनं बालं पञ्चवर्षं गदायुषम् अकाले कालमापन्नं दुःखाय मम पुत्रक अकृत्वा पितृकार्याणि गदो वैवस्वदक्षयं रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतः बालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवं प्रवेक्ष्यदिन सन्देहसभार्येदु मृदे मयि शुश्राव राघव सर्वं दुःखशोकसमन्वितं निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीद किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते प्राणानहं जुहोम्यग्नौ पर्वताद्वा पदेह्यहं कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितं वसिष्ठस्याग्रदस्थित्वा राज्ञो दीनस्य नारदः प्रत्युवाचश्रुतं वाक्यं ऋषीणां सन्निधौ तदा शृणु राम यथा कालं प्राप्तो वै बालसंक्षयः पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम् अब्राह्मणो न वै कश्चित् तपस्तपदि राघव अमृत्यवस्तदा सर्वे जायन्ते चिरजीविनः त्रेधा युगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम् अधर्मो द्वापरे तेषां वैश्यान् शूद्रांस्तथा विशद एवं निरन्तरं जुष्टमुद्भूतमनृतं पुनः अधर्मस्य त्रयः पादो एको धर्मस्य जागदः ततः पूर्वे भृश्यं त्रस्ता वर्णा ब्राह्मणपूर्वकाः भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत तस्मिन् द्वापरसंज्ञेदु तपो वैश्यं समाविशद युगत्रयस्य वैधर्म्यं धर्मस्य प्रतिष्ठति कलिसंज्ञे तथ प्राप्ते वर्तमाने युगेन्दिमे अधर्मश्चानृतं चैव ववृधादे नरर्षभ भविता शूद्रयोन्यां तु तपश्चर्याकलौ युगे सदे विषयपर्यन्ते राजन्नुग्रतरं तपः शूद्रस्तपदि दुर्बुद्धिस्तेन बालवधकृतः यस्या धर्ममकार्यं वा विषये पार्थिवस्य हि पुरे वा राजशार्दूल कुरुदे दुर्मदिर्नरः क्षिप्रं स नरकं यादि यावदाभूदसंप्लवं चतुर्धं तस्य पापस्य भागमश्नादिपार्थिवः सत्त्वं पुरुषशार्दूल गच्छस्वविषयं स्वकं दुष्कृतं यत्र पश्येधास्तत्र यत्नं समाचर एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनं नरदेनैव मुक्तस्तु साश्चर्यो रघुनन्दनः प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीद गच्छ सौम्यद्विजश्रेष्ठं समाश्वासय लक्ष्मण बालस्य च शरीरं त्वं तैलद्रोण्यां निथापय गन्धैश्च परमोदारैस्तैलैश्चैव सुगन्धिभिः यथा न शीर्यते बालस्तथा सौम्यविधीयतां यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु तथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम् मनसा पुष्पकं दध्या वागच्छेदि महायशः इङ्गितं तत्तु विज्ञाय कामकं हेमभूषितम् आजगाममुहूर्तात्तु समीपं राघवस्य हि सोऽब्रवीत् प्राञ्चलिर्वाक्यमहमस्मि नराधिप अग्रे तव महाबाहो किङ्करः समुपस्थितः पाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप अभिवाद्य महर्षीं स्थान्विमानं सोऽध्यरोहद धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभं निक्षिप्य नगरे वीरौ सौमित्रिभरदावुभौ प्रायात् प्रतीचीं त्वरितो विचिन्वन् सुसमाहितः उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रितां पूर्वामपि दिशां गत्वा तथा पश्यन्नराधिपः सर्वां शुद्धसमाचारमादर्शमिव निर्मलां ततो दिशं समाक्रामदक्षिणां रघुनन्दनः शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः तस्मिन् सरसि तप्यन्तं तापसं सुमहत्तपः ददर्श राघवो भीमं लम्बमानमधोमुखं तमुपागम्य काकुत्स्थप्यमानं तु तापसम् उवाच रघवो वाक्यं धन्यस्त्वममरप्रभ कस्यां योनौ तपो वृद्धिर्वर्तते दृढनिश्चय अहं दाशरथिराम पृच्छामि त्वां कुतूहलाद कोऽर्थो व्यवसितस्तुभ्यं स्वर्गलोकोऽथ्वेतरः किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यतां तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे सात्विकं राजसं चैव तच्च सत्यात्मकं तपः जगदुपकारहे दुर्हि सृष्टं तद्वै विरिञ्चिना रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते परस्योत्सादनार्थाय तच्चासुरमुदाहृदम् अङ्गानि निह्नुते यो वा असृदिग्धानि भागशः पञ्चाग्निं साधयेद्वापि सिद्धिं वा मृत्युमेव वा असुरो ह्येषते भावो न च मे त्वं द्विजो मम सत्यं ते वतदसिद्धिरनृते नास्ति जीवितम् तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः अवाक्षिरास्तथा भूतो वाक्यमेददुवाचः स्वागतं ते नृपश्रेष्ठ चिरादृष्टोऽसि राघव पुत्रभूतोऽस्मि ते चाहं पितृभूतोऽसि मेनख अथवा नैददेवं हि सर्वेषां नृपदिः पिता सत्त्वमर्चोऽसि भोराजन्वयं ते विषये तपः चरामस्तत्र भागोऽस्ति पूर्वं सृष्टस्वयम्भुवा न धन्यास्मो वयं राम धन्यस्त्वमसि पार्थिव यस्य ते विषये ह्येवं सिद्धिमिच्छन्ति तापसाः तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः शूद्रयोनिप्रसूतोऽहं तप उग्रं समास्थितः देवत्वं प्रार्थये रामस्वशरीरेण सुव्रत न मिथ्याहं वदे भुव देवलोकजिगीषया शूद्रं मां विधि काकुस्थ शम्भूगं नामनामदः पाशतस्तस्य काकुस्थखड्गं तु रुचिरप्रभम् निष्कृष्य कोशाद्विमलं शिरश्चिच्छेदराघवः तस्मिन् शूद्रे कदे देवासेन्द्राश्चाग्निपुरोगमाः साधु साध्विधि काकुस्थं प्रशंसुर्मुहुर्मुहुः पुष्पवृष्टिश्चमहदी देवानां सुसुगन्धिनी आकाशाद्विप्रमुक्तादुराघवं सर्वतो किरत् सुप्रीताश्चाब्रुवन् देवा रामं वाक्यविदां वरं सुरकार्यमिदं सौम्यकृतं ते रघुनन्दन गृहाणजवरं राम यमिच्छसि मखाव्रत त्वकृते न हि शूद्रोऽयं स शरीरोऽभ्यगाद्दिवं देवानां भाषितं श्रुत्वा राघवः सुसमाहितः उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरं यदि देवा प्रसन्ना मे वरार्हो यदि वाप्यहं कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु वर मे दद्धि भवदां काङ्क्षितं परमं हि मे ममापराधात् बालोऽसौ ब्राह्मणस्यैकपुत्रकः अप्राप्तकालकालेन नीतो वैवस्वदक्षयं तं जीवयदभद्रं वो नानृदि श्यामहं गुरोः द्विजस्य संसृतो ह्यर्थो जीवयिष्यामि दे सुदं मदीयेनायुषा बालं पादेनार्धेन वा सुराः जीवे दयं वरो मह्यं वरकोट्यधिको वृदः राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः प्रत्योचुस्ते महात्मानं प्रीदा प्रीतिसमन्विताः निर्वृतो भव काकुस्थब्राह्मणस्यैकपुत्रकः जीवितं प्राप्तवान् भूयः समेतश्चापि बन्धुभिः यस्मिन् मुहूर्ते काकुस्थशूद्रोऽयं विनिपादितः तस्मिन् मुहूर्ते सहसा जीवेन समयुज्यत स्वस्ति प्राप्नुहि भद्रं ते साधयामः परं तपः अगस्त्यस्याश्रमपदे द्रष्टारस्म महामुनिं स तथेदि प्रतिज्ञाय देवानां रघुनन्दनः आरुरोहविमानं तं पुष्पकं हेमभूषितम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे शूद्रतापसवधो नाम पञ्चत्रिंशोऽध्यायः ॐ